सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे सुभाषितं श्रुत्वा अग्रे सरेम. महोदय, किञ्चित् सुभाषितं स्मारयतु. नित्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् नित्या भोगकरी यः सुखकरी नित्या गुरुणां गुरुः नित्या बन्धुजनो विदेशगमने नित्या परा देवता नित्या राजसु पूज्यते न तु धनं नित्या विहीनः पशुः. ॐ न श्रूयते भगिनी. लक्ष्मी भगिनी, अधुना श्रूयते खलु? गते सप्ताहे वयं गीतासोपानं पुस्तकतः किमपि न कृतवन्तः, किन्तु तत्र सम्भाषणसन्देशः पुस्तकात् सङ्गात् सञ्जायते कामहामः कथां पठित्वा वयं कथायाः तत्त्वम् अवगम्य विचारशीलाः भवामः. इत्युक्ते तत्र विचारः करणीयः, अस्माभिः तादृशः प्रयत्नः करणीयः एव. इत्युक्ते अस्याः कथायाः पठनेन अपि च अवगमनेन वयं सर्वे अप्रमत्ताः भूत्वा जीवने तत्त्वम् अवगन्तुं प्रयत्नं कुर्मः. कथायां सन्देशः अस्ति, बहु उत्तमः सन्देशः एव. अपि च तस्मात् पूर्वं भगिनी, अप्रमत्ता इत्युक्ते किं भगिनि? प्रमत्तः इत्युक्ते अलसः अथवा किं वदामः, अप्रमत्ताः इत्युक्ते प्रमत्ता इस् नाट् इन् द रैट् सेन्स् आफ् मैण्ड्. अप्रमत्ता इस् मोर् बेलेन्स्ड् मैण्ड् पर्हाप्स्. अलर्ट्. अस्तु, धन्यवादः. इत्युक्ते विचारशीलाः अपि च अप्रमत्ताः भवितुं प्रयत्नं कुर्मः. तत्र सङ्घः एव तत्र कारणं, सङ्गात् एव कामः सञ्जायते इति उक्तमस्ति. तदर्थम् अत्र षष्टिविभक्तिसम्बद्धविषयः, अन्यः विषयः अपि अस्ति. तत् किमित्युक्ते कर्मपदषष्टि, कर्तृपदषष्टि विभक्ति. तदर्थं तत्र यदि अहम् एकं वाक्यं वदामि, बालकस्य पुस्तकम् अत्र अस्ति, अस्मिन् वाक्ये कर्तृपदषष्ठी अस्ति, किन्तु बालकः गीतासोपानं पुस्तकस्य पठनं करोति, तस्मिन् वाक्ये कर्मपदषष्ठी अस्ति. किन्तु एतादृशानि वाक्यानि कथायाम् अपि सन्ति. कथायाम् अनया दृष्ट्या परिशीलयामश्चेत्, कथां परिशीलयामश्चेत् तत्र कस्मिन् वाक्ये कर्तृपदषष्ठी अस्ति, कस्मिन् वाक्ये कर्मपदषष्ठी इति अपि वयम् अवगन्तुं शक्नुमः. तादृश अभ्यासः अपि अपेक्षितः अथवा तादृशरीत्या अपि अन्वेष्टव्यम् इति विषयः अस्ति. किन्तु तत् त्यजामः. अद्य किं कुर्मः इत्युक्ते, अद्य नूतनं पाठं पठामः. तत्र द्वात्रिंशत्तमे पुटे तत्र षष्टिविभक्तिसम्बद्धविषयः एव अस्ति. तत्र सर्वे तदर्थं गीतसोपानं पुस्तकं पश्यन्तु, द्वात्रिंशत्तमे पुटे. तत्र उपरि एकम् आवरणमस्ति, आवरणे कानिचन पदानि सन्ति, पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः तत्र केवलं सप्तपदानि सन्ति न तु बहिः इति पदम् अत्र नास्ति किमर्थमित्युक्ते बहिः इति पदात् पूर्वं सर्वदा पञ्चमीविभक्तेः उपयोगः एव भवति इत्युक्ते तस्मात् बहिः इति वक्तव्यं तत्र बहिः इति पदमस्ति चेत् तत्र पञ्चमीविभक्तेः उपयोगं कुर्मः किन्तु एतेषां पदानां पुरतः षष्ठीविभक्तेः उपयोगः भवति तत्र इतोपि किञ्चित् वक्तुमिच्छामि पुरतः पृष्ठतः वामतः दक्षिणतः एतेषां पदानाम् अन्ते एकः प्रत्ययः अस्ति तस्य नाम अस्ति तसिल् इति प्रत्ययः तत्र तसिल् इत्यस्मिन् तत्र तस् इति पदम् अन्ते आयाति इत्युक्ते अयं प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयते इत्युक्ते अयं प्रत्ययः सर्वेभ्यः नामपदेभ्यः इत्युक्ते नामपदेभ्यः अपि योजयितुं शक्नुमः सर्वेभ्यः सर्वनामपदेभ्यः अपि योजयितुं शक्नुमः तत्र तसिल् इत्यस्मिन् तस् एव तत्र तिष्ठति तस् कथं तः भवति इति अहं व्याकरणकक्षायां पठितवती अतः वदामि तत्र तस् इति कथं तः भवति इत्युक्ते तत्र आरम्भे ससजुषोरुः इति सूत्रेण तत्र सकारस्य स्थाने रु आयाति रु इत्यस्मात् उकारः उपदेशे जनुनासिक इत् इत्यनेन अपगच्छति तत्र केवलं रेफः एव तिष्ठति तर् भवति तदनन्तरं खरवसानयोर्विसर्जनीयः इति एकं सूत्रमस्ति तेन सूत्रेण रेफः क्षम्यतां रेफः अवसानावस्थायाम् अस्ति इति कारणतः तत्र विरामोवसानम् इति सूत्रम् एकं संज्ञासूत्रमस्ति तेन सूत्रेण रेफः अवसानावस्थायाम् अस्ति इति कारणतः तत्र रेफस्य स्थाने विसर्गादेशः भवति तेन तसिल् इति प्रत्ययस्य योजनेन आरम्भे तस् दृश्यते तदनन्तरं तः इति पदं दृश्यते तदर्थमेव अत्र पदानि पुरतः पृष्ठतः वामतः दक्षिणतः एतानि पदानि सन्ति इत्युक्ते आहत्यपदस्य अन्ते तः एव श्रूयते एतानि सर्वाणि पदानि अव्ययानि अपि च एतानि इतोपि पदनिर्माणविषये चिन्तनं कुर्मः चेत् एतानि पदानि तद्धितप्रत्ययान्तरूपाणि इति वक्तव्यं भवति तत्र इत्युक्ते तसिल् प्रत्ययः एकः तद्धितप्रत्ययः इत्युक्ते तद्धितप्रत्ययः इत्युक्ते कः इति वयं पूर्वमेव वयं चर्चितवन्तः इत्युक्ते तत्र एकवारं लता भगिनी अपि उक्तवती किं प्रातिपदिकेभ्यः वयं यदि प्रत्ययं योजयामश्चेत् तदा तद्धितान्तपदं सिद्ध्यति इत्युक्ते प्रातिपदिकात् प्रातिपदिकम् इत्युक्ते किं नामपदस्य मूलरूपं प्रातिपदिकं प्रातिपदिकात् प्रत्ययं योजयित्वा तद्धितवन्तरूपं साधयामः अत्र तसिल् इति तद्धितप्रत्ययान्तरूपं किन्तु तसिल् प्रत्ययः पञ्चम्यर्धे तस्य उपयोगं कुर्मः कथं पञ्चम्यर्धे इत्युक्ते वयं साधारणं पदमेव गृहम् इति पदं स्वीकृत्य तसिल् प्रत्ययस्य योजनेन किं भवति गृहतः इति रूपं सिद्ध्यति गृहतः इत्युक्ते गृहात् इत्युक्ते तसिल् प्रत्ययः पञ्चम्यर्धे एव तस्य उपयोगं कुर्मः यथा गृहम् इति नपुंसकलिङ्गपदं स्वीकृत्य वदामश्चेत् गृहतः इत्युक्ते गृहात् अथवा पुंलिङ्गपदं ग्रामः इति पुंलिङ्गपदमस्ति ग्राम इति प्रातिपदिकमस्ति तत्र तहसील् प्रत्ययस्य योजनेन ग्रामतः इत्युक्ते ग्रामात् तथा एव नगरं नगरात् अथवा पाठशाला इति अस्ति चेत् पाठशालातः इति रूपं भवति किन्तु तस्य पञ्चम्यन्तरूपं किं भवति पाठशालायाः तत्र एतादृशानि पदानि सिद्ध्यन्ति. इत्युक्ते आहत्य तसिल् प्रत्ययः पञ्चम्यर्थे एव तस्य उपयोगं कुर्मः. अपि च अन्यानि पदानि अपि सन्ति तसिल् प्रत्ययान्तपदानि, ततः, इतः, कुतः, यतः, एतानि पदानि सन्ति. किन्तु अस्य प्रत्ययस्य योजनेन सर्वदा यत् पदं निष्पन्नं भवति तत् पदं सर्वदा अव्ययमेव भवति. इत्युक्ते पुरतः, पृष्ठतः, वामतः, दक्षिणतः, एतानि पदानि सर्वाणि अव्ययानि इति भवति. अपि च सर्वनामपदेभ्यः अपि अयं प्रत्ययं योजयितुं शक्नुमः. कथम् इत्युक्ते सर्वशब्दात् सर्वतः इति पदं भवति. अपि च अस्मत् शब्दः, मत्तः इति पदमपि अस्ति, त्वत्तः, एतानि पदानि सन्ति. अपि च परितः इति पदमपि अस्ति. यदा वयं परितः इति पदं योजयित्वा वदामश्चेत् तस्मात् पूर्वं द्वितीयाविभक्ति रूपम् अपेक्षितमस्ति. अत्र आहत्य एतानि सर्वाणि अपि तत्र तद्धितप्रत्ययान्तरूपाणि. तत्र प्रत्ययस्य नाम अस्ति तसिल् इति प्रत्ययः अस्ति. अयं प्रत्ययः सर्वेभ्यः नामपदेभ्यः अपि च सर्वनामपदेभ्यः अपि योजयितुं शक्नुमः. अनन्तरम् अत्र तद्धित इति वदामश्चेत् तत्र पदविच्छेदं कुर्मः चेत् तद्योगः हित इति भवति. तद्धित, तत्र हकारस्य स्थाने धकारादेशः भवति, तत्र सन्धिकार्यमस्ति. अपि च इति एकः विषयः. अधुना तहसील् प्रत्ययस्य विषये एतावत्पर्यन्तम् अहम् उक्तवती. अत्र आवरणे दत्तानि पदानि तादृशानि पदानि. अधुना अत्र गीतासोपानं पुस्तके किमस्ति इति एकवारं पश्येम. अत्र सर्वे शीर्षकं पश्यन्तु. शीर्षकं किं दत्तमस्ति? उषा भगिनी, शीर्षकं किम् अत्र? अथ पृष्ठतस्थे. किञ्चित् वदतु. अथ गीता द्वादश, लैक् 11th चाप्टर् चतुर्दशश्लोकः अस्ति. पृष्ठ, पृष्ठ इत्युक्ते बिहैण्ड्, पृष्ठतस्थे, तव तस्थे, तव ते अस्ति वा भगिनि? युष्मत् शब्दः अत्र, ते युष्मत् शब्दः अत्र. इतोपि किञ्चित् वदामि. यथा भगिनी उक्तवती अत्र इदं वाक्यं कुतः स्वीकृतः, अथवा इदं वाक्यं एकादशाध्याये चत्वारिंशत् श्लोकः अस्ति. तत्र वाक्यं किमस्ति इत्युक्ते नमः पुरस्तादथ पृष्ठतस्ते, नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः इति श्लोकः अस्ति. अत्र श्लोकात् एव इदं वाक्यं स्वीकृतं. पुरस्तात् अध पृष्ठतः ते नमः. अत्र अथ इति पदम् अस्ति. अथ इत्युक्ते किम्? आल्सो आर् देर् अपान्. अत्र सन्दर्भम् अनुसृत्य अत्र अथ इत्युक्ते किम् उक्तवती भवती पुनः? आल्सो, आल्सो तदनन्तरं, तदनन्तरम् इति अपि भवति. उत्तमम्. यूजुवलि भगिनि at the beginning of anything we start like atha. That word is used when we start a new stotra, new chapter. Atha we say atha pratamodhyaya, atha dvitiyodhyaya, mangala no? Atha prayojyate. Uttama. Yatha bhagini uktavati atra atha pratamodhyaya iti vadamaha. Uttama, tadeva. Atra prushtataste इति पदमस्ति. अत्र पृष्ठतः ते तत्र विसर्गसन्धिः भवति पृष्ठतः ते इति भवति. तत्र ते इत्युक्ते उषा भगिनी वदतु. तव षष्टिविभक्ति अस्ति भगिनि, युष्मत् शब्दव. अत्र अस्मिन् श्लोके ते यथा भवती उक्तवती तव इत्यस्य षष्टिविभक्तेः विकल्प ते अस्ति. तव अथवा ते अस्ति. अत्र अस्मिन् श्लोके मम चिन्तनम् अस्ति चतुर्थी विभक्त्यन्तरूपं स्वीकर्तव्यं. किमर्थम् इत्युक्ते तत्र श्लोकः किं वदति, अत्र दत्तमस्ति ऐ आफर् मै रेस्पेक्ट् टु यु अण्ट् यु. ते इत्युक्ते अण्ट् यु. अत्र किम् अत्र नमः अस्ति इति कृत्वा अत्र तुभ्यं नमः, तुभ्यं नमः इति स्वीकर्तव्यं चतुर्थी विभक्ति एकवचनं. तत्र चतुर्थी विभक्त्यामपि तुभ्यं ते इति भवति. आं भगिनि, तुभ्यम् अपि च ते. अत्र नमः इति लिखितमस्ति श्लोके. कथं नमः पुरस्तात् अध पृष्ठतस्ते इति लिखितमस्ति. अत्र नमः इत्युक्ते नमस्करोमि इति श्लोके. अहं श्लोकं दृष्टवती अतः वदामि. तस्मिन् श्लोके सर्व इति पदमस्ति, सर्व इति सम्बोधनं पदमस्ति. सर्व इत्युक्ते सर्वव्यापकः अथवा सर्वात्मकः इति अर्थः. नमोस्तु, नमोस्तु इति पदमस्ति. नमोस्तु इति पदं कोऽपि वदति वा कीदृशं? अस्तु, नमः अस्तु. तत्रापि विसर्गसन्धिः भवति. तत्र विसर्ग न केवलं विसर्गसन्धिः, तत्र चतुर्थं भाटसूत्रम् अपि च अस्तु इति. तत्र क्रियापदं किम् अस्ति भगिनि? अस्तु कर्तृ नमः तादत पृष्ठस्ते नमोस्तु ते सर्वत एव सर्व. भगिनी सारी टु इण्टरप्ट्, 11th चाप्टर् विच् श्लोक भगिनी? चत्वारिंशत्. ओके ओके, थेङ्क् यु थेङ्क् यु. कति अध्यायः? अध्यायः एकादश अध्याये. एकादश. वदतु भगिनी. अर्जुन अस्ति कर्तृपदं तत्र, अत्र कर्तृपदम् इति नास्ति. अत्र किं वदामः इत्युक्ते अनन्तवीर्य इति एकं सम्बोधनमस्ति तस्मिन् श्लोके. सर्व इति अन्यत् सम्बोधनमस्ति. तत्र नमः अस्तु ते, तत्र नमः योगः अस्तु योगः तत्र ते अस्ति. किन्तु नमोस्तु इत्यस्मिन् तत्र विसर्गसन्धिः भवति. ते इत्युक्ते तत्र तुभ्यम् इत्यस्मिन् अर्थे अस्ति. अपि च तस्मिन्नेव श्लोके त्वम् अमितविक्रमः, अमितविक्रमस्त्वं वदतु. अनन्तवीर्यः इत्युक्ते किं भगिनि? अनन्तवीर्यः इत्युक्ते तत्र अगणितपराक्रमः, अपरिमितपराक्रमः. अनन्तवीर्यः इति पदमस्ति तस्मिन्नेव श्लोके. तत्र अनन्तवीर्यः इत्यस्मिन् समासः अस्ति, समस्तपदं. समस्तपदं किमित्युक्ते अनन्तं वीर्यं यस्य सः अनन्तवीर्यः. वीरतायाः अन्तं नास्ति इति वा? तत्र अनन्त इत्यस्मिन् पदे पुनः नैतत्पुरुषसमासः अस्ति. न अन्त अनन्त. अत्र अन्त इत्यस्मिन् पदे आदिमवर्णः अकारः अस्ति इति कृत्वा यदा वयं नैतत्पुरुषसमासं कुर्मः तदा अन् आयाति. किन्तु उत्तरपदं हलन्तपदम् अस्ति चेत् तत्र केवलं नक आ एव योजयामः. कथम् इत्युक्ते सत्यम् असत्यम्, सत्यं पदमस्ति. अनन्तरं नैतत्पुरुषसमासयुक्तं पदं वदामश्चेत् असत्यम् इति भवति. तथा एव अन्तः इति साधारणं पदम्, अनन्तः तत्र नैतत्पुरुषसमासः अस्ति. किन्तु अत्र अनन्तवीर्यः इति श्लोके एकं पदमस्ति. तत्र अनन्तं वीर्यं यस्य सः इति बहुव्रीहिसमासः भवति. समानाधिकरण बहुव्रीहिसमासः इति वक्तव्यमस्ति. अत्र श्लोके अर्जुनः किं वदति इत्युक्ते, भवान् अमितविक्रमः अथवा भवान् अपरिमितविक्रमः इत्युक्ते भवती पराक्रमः अस्ति. तत्र अमित इति पदमपि किं वदामः, नैतत्पुरुषसमासः, न मित अमित. अमितविक्रमः इत्यस्मिन् अपि अमितः विक्रमः यस्य सः इति विग्रहवाक्यं भवति, तत्रापि बहुव्रीहिसमासः अस्ति. आहत्य अत्र श्लोके अर्जुनः किं वदति इत्युक्ते, इदं श्लोकम् अयं श्लोकः एकादशाध्याये इत्युक्ते विश्वरूपसन्दर्शनयोगः भगवद्गीतायाः एकादश अध्यायस्य नाम अस्ति विश्वरूपसन्दर्शनयोगः. तस्मिन् अध्याये अत्र अस्ति. आहत्य श्लोके पृष्ठतः, पुरस्तात्, सर्वतः एतानि पदानि दृश्यन्ते. अर्जुनः किं वदति अत्र, अहं नमस्करोमि कथं, पुरतः, पश्चात्, पुरतः अपि च पृष्ठतः तुभ्यं नमोस्तु, भवन्तं नमस्करोमि, तथा एव हे सर्वात्मक परितः तुभ्यं नमोस्तु, हे अमितविक्रमः त्वम् अमितविक्रमः, त्वं समस्तं जगत् व्याप्नोषि इति एतानि वाक्यानि तत्र स्वरूपसन्दर्शनयोगे अर्जुनः परमात्मानं प्रति वदति. भगिनि तत्र एकः प्रश्नः, पृष्ठतः इत्युक्ते पश्चात् इति, पश्चात् पदे किम् अस्ति पृष्ठतः इति अर्थं दातुम्? अत्र अहं तत्र विश्वरूपं दृष्ट्वा अर्जुनः वदति, अहं पुरतः नमस्करोमि पृष्ठतः इत्युक्ते भवान् सर्वान्तर्यामी इति कृत्वा अहं पुरतः अपि च पृष्ठतः च पश्चात् फ्रम् आल् सैड्स् ते पदं तौ पदौ समान कथं भवति इति अहं न अवगतवती. फ्रम् युवर् फ्रण्ट् पृष्ठतः अपि पश्चात् एकमेव वा? न न, अत्र अस्मिन् श्लोके पुरतः नमस्करोमि तदनन्तरं पृष्ठतः अपि. अत्र पुस्तके दत्तम् अस्ति, ईक्वल् सैन् अस्ति भगिनि, अतः अहं मम भ्रमः जातः. अतः पृष्ठतः अत्र कोऽपि अन्यः आल्रेडी बिकमिङ्ग् रेड्. पुरतः पृष्ठतः वि यूस् टुगेदर् दट् इस् पृष्ठतः इस् बिहैण्ड् पुरतः फ्रण्ट् एण्ड् पूर्व पश्चात् आल्सो पूर्व इस् बिफोर् बिफोर् ओन्लि नाट् डैरेक्षन् पूर्व अर्लियर् इन् द सेन्स् आफ् अर्लियर् पूर्व देन् पश्चात् वि यूस् देन् सो हियर् आल्सो लैक् पूर्व इस् फस्ट् he's foremost and then pashchat then others follow so prushtatah in a sense I think it's equivalent to pashchat also those who follow next they may not be synonyms I don't know very well but prushtatah and pashchat give similar meanings this is what my understanding is I'm not very sure अनन्तरं श्लोकं विषयम् अग्रे वयं पुनः एकवारं पश्यामः तदनन्तरम्. अधुना अत्र अत्र परिच्छेदः अस्ति, परिच्छेदं पठामः. आरम्भे अत्र अरुणा भगिनी भवती आरम्भं करोतु. गीताचौपानं भगिनि, अतः पृष्ठतः पृष्ठतस्ते उच्चैः पठत पुरतः पृष्ठतः पृष्ठतः वामतः दक्षिण दक्षिणतः उपरि अधः अन्तः सप्तपदानि सन्ति अत्र पुरतः भवत्याः एव वदति ते पदानि अव्ययपदानि तस्य अन्तपदानि इति. अनन्तरम् अत्र वाक्यं परिच्छेदं पठतु. योगी शुचौ देशे आसनं प्रतिष्ठापयति. तत् आसनं न अत्युन्नतं न वा अतिनीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. कुशानाम् उपरि कृष्णाजनं स्थापयति. तदुपरि वस्त्रं स्थापयति. इदानीं वस्त्रस्य अधः कृष्णाजनं तस्य अधः कृशः च भवन्ति. योगी तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. वामतः दक्षिणतः पुरतः पृष्ठतः वा अपि दृष्टिं न प्रसारयति. मनस्संयम्य अन्तः वर्तमानम् आत्मान एव ध्यायति. अत्र वदति कथं ध्यान आसनवर्णनम् अस्ति अत्र अस्ति. अत्र प्रत्येकं पदं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. अत्र योगी इति पदम् अस्ति, कीदृशं पदम्? योगी नाम पदं योगिन् प्रातिपदिकं, योगिनी इति पुंलिङ्ग प्रथम एकवचनं शब्दः. योगिनी इति स्त्रीलिङ्गपदं, योगिनी योगी इति पुंलिङ्गपदम् इत्युक्ते अत्र अहं चिन्तयामि इनि प्रत्ययान्तरूपम् इत्युक्ते तत्र यस्य अथवा यस्मिन् योगः अस्ति सः योगी. इनि प्रत्ययान्तरूपं यथा भगिनी उक्तवती स्त्रीलिङ्गे योगिनी इति पदमस्ति, नकारान्तपदं प्रातिपदिकमस्ति योगिन्. अपि च शुचौ देशे, वदतु भगिनि. देशे इति देशः अकारान्तपुं लिङ्गशब्दः, सप्तमी एकवचनं. विशेष्यं शुचौ कीदृशं देशम् इति प्रश्नम् उदेति. शुचौ देशे शुचि इति प्रातिपदिकं, शुचौ सप्तम्यन्त्यं रूपं, शुचै देशे. शुचौ देशे अत्र विशेषणविशेष्यभावः अस्ति. शुचिः इति पदमस्ति, तस्य सप्तम्यन्तं रूपं शुचौ इति भवति. तत्र प्रथमाविभक्त्यां पदद्वयं वदामश्चेत् शुचिः शुचि शुचयः. देशः त्रिषु लिङ्गेषु भवति भगिनि, त्रिषु लिङ्गेषु भवति. अत्र देशः कीदृशः? देशः कारान्तपुंलिङ्गशब्दम् इति अहं मन्ये. इत्युक्ते अत्र पुंलिङ्गपदमस्ति इति कृत्वा तस्य विशेषणं शुचौ देशे इति भवति. तदेव अत्र इतोपि किं वक्तव्यम् इत्युक्ते तत्र शुचिः इति पदात् एव शौचम् इति पदमागतं. शौचम् इति पदं तद्धितप्रत्ययान्तपदमस्ति. तत्र शुचिः इत्युक्ते शुद्धता, शुद्धता इति पदमपि तत्र तद्धितप्रत्ययान्तरूपमेव. शुचिः शुद्धता, शुचि धातुः अस्ति. तत्र शुद्धिः इत्युक्ते स्वच्छता इति अपि वक्तुं शक्यते. किन्तु अत्र योगी आसनं प्रतिष्ठापयति कुत्र? शुचौ देशे. शुचौ देशे. अत्र देशः इत्युक्ते अस्मिन् सन्दर्भे देशः इति इत्युक्ते प्रदेशः, स्थानम्. उत्तमम्. आसनम् इत्यस्मिन् विषये किञ्चित् वदतु. अहं न जानामि भगिनि, सम्यक् जानामि. चिन्ता मास्तु. कोऽपि वदति वा? भगिनि, अपि च ल्युट्. उत्तमं. पीठम्. उत्तमम्. इत्युक्ते तत्र आस् धातुः अस्ति, ल्युडन्तपदम् अस्ति, तत्र रूपाणि आस्ते, आसाते, आसते, अदादिगणीयधातुः. तत्र आस इति मूलधातुः अस्ति, तत्र उपवेशने इत्यस्मिन् अर्थे तत्र आस इति धातुः अस्ति. सः धातुः अकर्मकधातुः, अदादिगणीयधातुः अस्ति इति कृत्वा तत्र मध्ये विकरणप्रत्ययः नास्ति, तेन आस्ते इति रूपमायाति. आस इति धातुः प्रतिष्ठापयति. अरुणा भगिनी वदतु कीदृशं पदं प्रतिष्ठापयति. क्रियापदं स्थाधातु प्रतिपूर्वक स्थाधातु निजन्तरूपम् इति अहं मन्ये. या अति आगच्छति प्रतिष्ठापयति, दीर्घ अपि अस्ति ततः तदनपृश्य एकवचनं प्रतिष्ठापयति. उत्तमं. णिच् नास्ति चेत् किं भवति? प्रतिष्ठति. प्रतिष्ठति, प्रतिष्ठति इति साधारणं रूपं, किन्तु अत्र णिजन्तरूपम् अस्ति इति कृत्वा पूगागमः भवति, तेन प्रतिष्ठापयति इति रूपम् आयाति. अत्र स्थाधातोः रूपमेव तिष्ठति, तत् अकर्मकधातुः अस्ति. अत्र आसनं प्रतिष्ठापयति. आसनं तस्मिन् अर्थे भगिनी उक्तवती पीठम् आसन्दः चैर् इत्यस्मिन् अर्थे अस्ति. आसनं न तु उन्नतं, न तु अत्युन्नतं, न वा अतिनीचम् इति लिखितम् अस्ति. धन्यवादः भगिनी, हरिणा भगिनी. अनन्तरम् अत्र भगिनी एकः प्रश्नः भगिनि, प्रतिष्ठापयति पुगन्त भवती उक्तवती, डस् इट् कम् इन् फ्यूचर् टेन्स्? न तथा न भगिनि. अत्र साधारणरूपम् इत्युक्ते साधारणं रूपं स्थाधातोः साधारणरूपं तिष्ठति, यथा पठ् धातोः साधारणरूपं पठति. किन्तु णिच् णिच् प्रत्ययस्य योजनेन तत्र किं वदामः, प्रेरणार्थे णिच् इति एकः सन् इति प्रत्ययः अस्ति. द्वादश सनन्तप्रत्ययेषु अन्यतमः एव, अन्यतमप्रत्ययः एव णिच् प्रत्ययः. णिच् प्रत्ययस्य योजनेन तत्र तत् कार्यं कर्तुम् अन्यं प्रेरयति. प्रेरणार्थे णिच् इति योजयामः, किन्तु अत्र योगी सः योगी तत्र योगी तिष्ठति इति साधारणं वाक्यं, किन्तु योगी स्थापयति अत्र प्रतिष्ठापयति मीन्स् फोर् हिम्सेल्फ् इस् इट् स्वार्थे निच् डस् इट् कम् अण्डर् दट् इस् इट् टेन्त् गण दिस् थिङ्ग् धातु स्थापय प्रतिष्ठापयति तत्र तादृशं चिन्तनं नास्ति. अत्र तु प्रतीति अत्र प्रतीति उपसर्गः अस्ति स्थाधातुः, किन्तु अत्र सः तिष्ठति इति साधारणं रूपं, किन्तु लट्लकाररूपम् इत्युक्ते णिच् योजनेन अपि लट्लकाररूपं सिद्ध्यति. इत्युक्ते निजन्तरूपाणि अपि दशसु लकारेषु भवन्ति. अत्र कथम् इत्युक्ते योगी तिष्ठति अथवा योगी प्रतिष्ठति इति साधारणलट् रूपं भवति, किन्तु अत्र योगी प्रतिष्ठापयति. अत्र समथिङ्ग् एल्स् हि पुट् समथिङ्ग् एल्स् देर् नो लैक् आसनं प्रतिष्ठापयति. हि इस् नाट् हिम्सेल्फ् standing, but he is putting the asana. Like that, does that mean, niche means, in this sense, is it? He is putting something else there. Sahana, atatra kim vakta vimi chukte, asana. Sahana tishthati, kintu sah thapayati. Asana tishthapayati. अत्र भिन्नरीत्या चिन्तनं कुर्मः चेत् अत्र स्थाधातुः अकर्मकधातुः तत्र कर्मपदं न कदापि सम्भवति, सः तिष्ठति इति एव वक्तव्यमस्ति. किन्तु अत्र स्थापयति इति निजन्तरूपमस्ति इति कृत्वा तत्र कर्मपदं सम्भवति. इत्युक्ते निजन्तरूपेषु सर्वदा यद्यपि धातुः अकर्मकधातुः अस्ति किन्तु केवलं निच् योजनेन तत्र कर्मपदं स्वीकर्तुं शक्नोति. तदर्थमेव अत्र आसनं प्रति स्थापयति इति भवति. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती वदतु, अत्र अत्युन्नतम् इति पदमस्ति, तत्र पदविच्छेदं कुर्मः चेत् अत्र यण्सन्धि भगिनी अति योगः उन्नतम् उन्नतम् आसनम् उन्नतं विशेषणविशेष्यभाव ल्युडन्त अत्युन्नतं न वा अति नीचं भवति. अति नीचं तत्तु विशेषणमस्ति आसनस्य पदस्य. अति नीचम् इत्युक्ते अधोभागे अधः, किन्तु न अति अधः न अति उन्नतः इति इत्युक्ते आहत्य ऋषेः आसनम् अत्युन्नतं वा अतिनीचं न भवेत् इति लिखितमस्ति. अत्र इत्युक्ते आहत्य योगिनः आश्रमं, क्षम्यतां, योगिनः आसनं कीदृशं भवेत् इति अत्र दत्तमस्ति. किमर्थम् अति उन्नतम् अथवा अतिनीचं मा भवतु मा भवेत् इति चिन्तयामश्चेत् तत्र कारणं किं, कोऽपि वदतु. कारणम् अहम् ऊहां करोमि भगिनि, उन्नतम् अस्ति चेत् बहु किमपि प्रतिष्ठापयित्वा एव बहु चिन्तनं जातः तत् विचारः. अपि च नीचम् अतिनीचम् अस्ति चेत् किमपि कथं वदामि, टु अवाय्ड् एनि कैण्ड् आफ् सुपीरियरिटि काम्प्लेक्स् आर् इन्फीरियरिटि काम्प्लेक्स् एण्ट्रिङ्ग् हिस् मैण्ड्, हि हेस् टु बि बेलेन्स्ड् नो इन् हिस् थिङ्किङ्ग्, इस् दट् द रीज़न्? ऐ डोण्ट् नो. वयं ध्यानं कर्तुं भूमौ न उपविशामः, तत्र किञ्चित् उन्नतः अपेक्षितः, किन्तु बहु उन्नतः तत्र किमपि अस्ति. यदि भूमौ पश्यामः उपविशामः चेत् किमपि फलं प्राप्तः ध्यानेन, तत्तु वयं इट् डजन्ट् स्टे. ऐ केन् ट्रान्स्लेट् दिस् इन् संस्कृत, क्षम्यतां भगिनि. वि आर् नाट् सपोस् टु सिट् आन् द ग्रौण्ड्, वि आर् सपोस् टु सिट् आन् लिल् बिट् गेप् बिट्वीन् द ग्रौण्ड् अण्ड् अवर् सेल्स्. इ शुड् नाट् बि टु है, इ शुड् नाट् बि टु लो. They don't look for comforts. It should not be comfortable. Then your dhyanam will not be very... see, we should not look for comfort. That's why he is not taking Ati Unnatam also or Ati Nietzsche also, like that. वदामि भगिनि, अरुणा भगिनी वदतु. उन्नत पीठे स्थित्वा ध्यानसमये पतितुं तदेव भवेत्, नीच अतिनीचं अतिस्थानेन क्रीटकादि बाधा भवति. तदेव अत्र विषयः, इत्युक्ते तत्र यदा वयं ध्यानावस्थायां प्रमत्ततया तत्र तिष्ठामश्चेत् आसनात् भूमौ पतामः. तदर्थमेव आसनम् अति उन्नतं न भवेत्. यथा अरुणा भगिनी उक्तवती, अतिनीचम् अस्ति चेदपि तत्र बहवः कीटाः वा सन्ति चेत् तत्र तावत् सौकर्यं नास्ति. I gave was given by a girl actually. Can I add something? So I think there are many many points for that. Many reasons. Because our that is why in India we use the wooden plank, what do you say, wooden seats, and they always have that gap also. Excuse me. Shashikala bhagini vadatu ekvara. I'm actually a yoga practitioner and also an Ayurveda practitioner. And in both the schools of thought, what is very important is the middle path or the path of moderation. So in everything, every aspect, whether it is the length of the breath or your location or your seat or your state of mind, it should be neither too much nor too little. It's always the middle level. So this is probably also accentuating that. Hasto. Uttam. Bhagini. Bhagini. Mahodev, vadatu. There is a direction in the Vedas or Shastras. This is given in Shloka 11 of Chapter 6. Shuchau deshe pratishtaya pradashtapya स्थिरमासनमात्मनः नात्युच्छिद्रं नातिनीचं चैलाजिनकुशोत्तरम्. दिस् इस् द वाट् इस् गिवन् इन् द गीता चाप्टर् 11. एण्ड् देर् सेल्फ् ही अड्वैसेस् अर्जुन, तस्मात् शास्त्रं प्रमाणं ते कार्याकार्य विवर्जितम्. सो इन् वी हव् टु रिसोर्ट् टु शास्त्र, वाट् शास्त्र सेस् and why Shastra said this is not to be, you know, understood in current senses, because this is applicable to all the times. Why Shuchi Desham? That I have to answer. They are not only high or low. Normally, actually what the Bhagini said is that, you know, you fear of falling down, and for the reptiles or others crawling through when you are in disturbing your meditation. Dhyanam. Yeah, that these are one what is told, but basically it is that what we have to research what Shastra says and do that. Kadyakari vivarsitam tasmat shastram pramanante. Uttamam vakyam tasmat shastram pramanante. Shlokasya sankhya kim asti? शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्. अस्य श्लोकस्य अस्मिन् परिच्छेदे तदेव दत्तमस्ति. उत्तमम्. अनन्तरम् अत्र शोभा भगिनी अग्रिमं वाक्यं स्वीकृत्य किञ्चित् वदतु तस्य उपरि. आं भगिनि, तस्य उपरि योगी कृशान् प्रसारयति. तत्र तस्य षष्ठिविभक्तौ, योगी प्रथमाविभक्तौ, कृशान् द्वितीयविभक्ति बहुवचने, प्रसारयति तत्र निजन्त न प्रसारयति, सः एव करोति तत्र स्वार्थे. किन्तु स्वार्थे एव निच् अस्ति. तत्र प्रा उपसर्गपूर्वक सारयति. अत्र चिन्तनं किम् इत्युक्ते, उपरि इति पदात् पूर्वम् अग्रे तदेव दत्तम् अस्ति, उपरि इति पदात् पूर्वं षष्ठी उपयोगं कुर्मः. तस्य उपरि, तस्य पुरतः, तस्य पृष्ठतः, तस्य अधः, तस्य अन्तः इत्युक्ते एतेषां पदानां एतेभ्यः पदेभ्यः पूर्वं तत्र षष्ठीविभक्तेः उपयोगं कुर्मः. अत्र इतोपि किञ्चित् वदामि, कुशान् इति पदं दत्तमस्ति. द्वितीयाविभक्ति बहुवचनरूपं भगिनी उक्तवती कुशः इति पदम् अस्ति, तत्र पुंलिङ्गपदं. कुशः इत्युक्ते तृणं, ग्रास् इति अर्थः. तत्र वयं साधारणं पदमेव एकं पदं शृणुमः, कुशलं वा इति वदामः. अत्र भवान् कुशलः वा इति वदामः. तत्र कथं तत्र कुशलम् इति पदं तत्र लोके तस्य अर्थः क्षेमः, क्षेम तस्मिन् अर्थे किमर्थं दत्तम् इति किञ्चित् चिन्तयामश्चेत् कुशल इति पदं कथमागतम् इति पश्यामश्चेत् कुशान् लाति कुशलः इति वदामः. कुशान् लाति इत्युक्ते यस्मिन् अथवा यस्य अथवा यस्मिन् कुशलमस्ति सः कुशलः. कुशलः इत्युक्ते तत्र योग्यः, दक्षः, चतुरः, प्रवीणः इत्यस्मिन् अर्थे कुशलः इति पदस्य उपयोगं कुर्मः. किन्तु लोके कुशलं वा अथवा कुशली वा इति एतादृशानि पदानि भिन्नरूपेण तेषाम् उपयोगं कुर्मः. इत्युक्ते सर्वं सम्यक् अस्ति वा इत्यस्मिन् अर्थे तत्र कुशलम् इति पदं योजयामः. किन्तु तत्र पदं कथं निष्पन्नं भवति इति पश्यामश्चेत् कुशान् लाति इति कुशलः इत्युक्ते आहत्य अत्र किं वक्तुमिच्छामि इत्युक्ते योगार्थः भिन्नः, रूढार्थः भिन्नः. तदर्थमेव साधारणतया वैयाकरणः किं वदन्ति, योगात् रूढिः बलीयसि. लोके तस्यार्थः कः इति एव द्रष्टव्यम्. अधुना इदानीन्तनकाले कुशलः इत्युक्ते सः कौशलम् उपयुज्य कुशान् आनयति इति अर्थः नास्ति. कुशलः इत्युक्ते सः सम्यक् अस्ति अथवा क्षेमः इत्यस्मिन् अर्थे कुशलशब्दस्य उपयोगं कुर्मः. तत्र कुशल इति पदं त्रिषु लिङ्गेषु अस्ति, कुशलः, कुशला, कुशलम् इति रूपाणि सन्ति. यदि वयं कुशली इति वदामश्चेत् तत्र पदं नकारान्तपदं भवति, कुशलिन् इति प्रातिपदिकम् अस्ति. तत्र यस्य यस्मिन् कुशलमस्ति सः कुशली इणि प्रत्ययान्तरूपं भवति. किन्तु तस्य स्त्रीलिङ्गरूपं कुशलिनी इति भवति. कुशली इति पुंलिङ्गे नकारान्तपदं, कुशलिनी इति स्त्रीलिङ्गे ईकारान्त नदीशब्दवत् रूपं भवति. अत्र प्रसारयति, अत्र प्रा उपसर्गपूर्वकः श्रूधातुः, श्रूधातोः रूपमेव सरति तत्र गतौ इत्यस्मिन् अर्थे अस्ति. भगिनि वदतु भगिनि. सार इति धातु अस्ति चुरादिगणे, तत्र एव सारयति आगच्छति. ओ एवं वा. भुवादिगणे, भुवादिगणे अजन्तधातुः श्रु अस्ति गतौ? अहं पश्यामि. अस्ति भगिनि, प्र उपसर्ग श्रुधातु सरति सकर्मकधातु. निजन्तरूपं सारयति इति भवति. आम् भगिनि. अत्र प्रसारयति इति, प्रसारयति इत्यस्मिन् अर्थे तत्र गतौ इत्यस्मिन् अर्थे एव अत्र अजन्तधातुः ऋकारान्तधातुः श्रुधातुः अस्ति सरति इति. श्रुधातु दिवादिगणे नास्ति भगिनि, भुवादिगणे, भुवादिगणे, भुवादिगणे, भुवादिगणे अस्ति. तत्र साधारणरूपं प्रसरति, किन्तु अत्र प्रसारयति इति लिखितमस्ति, णिजन्तरूपमेव अत्र. भगिनि, कुशान् इति पदस्य धातु किं भगिनि? तत्र कुशः इति, कुशः इति पुंलिङ्गपदस्य द्वितीयबहुवचनरूपमस्ति. किन्तु अत्र इदं पदं धातुतः आगतं वा अथवा तत्र प्रातिपदिकं कथं निर्मितम् अहं न दृष्टवती. कु आदौ यदि अस्ति चेत् सामान्यतया किमपि मङ्गलं नास्ति इति. नास्ति साधारणतया. कुपुरुषः, कुपुरुषः, कुत्सित, तादृश कुशः रूढशब्दमेव इत्युक्ते अत्र कानिचन पदानि धातुतः निष्पन्नानि भवन्ति. कृदन्तपदमस्ति चेत् धातुतः निर्मितं भवति. किन्तु अत्र पदं तस्य प्रातिपदिकं किं धातुतः निष्पन्नम् भवति वा, नो चेत् केचन कानिचन पदानि ऊणादि प्रत्ययस्य योजनेन निर्मितानि भवन्ति. तत्र पदं कथं निष्पन्नम् इति द्रष्टव्यं भगिनि. अत्र यथा भवती उक्तवती कु इति असमीचीनम् इत्यस्मिन् अर्थे तस्य उपयोगं कुर्मः, किन्तु अत्र तथा नास्ति इति भाति. कुशः इति पुंलिङ्गपदं तत्र कोऽपि दृष्ट्वा वदन्तु अत्र कुशः इति पदं कथमागतं. तदनन्तरम् अत्र कुशानाम् उपरि कृष्णाजिनं स्थापयति इति वाक्यमस्ति. अत्र लता भगिनी भवती वदति वा अत्र किमस्ति? अस्ति वा? यस् भगिनि, अस्मि अस्मि. प्रश्नः न अवगतं भगिनि. कुशानाम् उपरि कृष्णाजिनं स्थापयति इति वाक्यं स्वीकृत्य वदतु. कृष्णाजिनम् इत्युक्ते मृगाजिनं, मृगस्य चर्मः. कुशानां प्रथमतः कुशं प्रसारयति, तत्र उपरि कृष्णाजिनं स्थापयति. ध्यानसमये योगिनः मृगाजिनं एण्ड् वेरि high level yogis, they use vyagrajinam also. Ajinam sthapayati. Atra kushanam is in shashti vibhakti bahuvachana. Kushanam upari krishnajinam, krishnasya ajinam krishnajinam aham chintayami. तत्र कृष्णाजिनम् इत्युक्ते कृष्णवर्णस्य हरिणस्य चर्म. अत्र चर्म इति पदं नपुंसकलिङ्गपदम् अस्ति. तत्र नकारान्तपदं चर्मन् इति प्रातिपदिकं, चर्मन् इति प्रातिपदिकमस्ति. किन्तु प्रथमाविभक्ति एकवचनरूपं चर्म, नकारान्त नपुंसकलिङ्गपदम्. अत्र कृष्णवर्णस्य हरिणस्य चर्म एव अजिनम्. अजिनम् इत्युक्ते तत्र फर् सीट्. द डिक्शनरी सेस् ब्लाक् एण्टिलोप् स्किन्. ब्लाक् एण्टिलोप् स्किन्. वदतु महोदय. कुशः कल्पद्रुमे दत्तं, कु पापं, शति नश्यति. पुनः एकवारं वदतु महोदय. कु इत्युक्ते असमीचीनं पापं, शति या अथवा नश्यति. विहितराजधर्म नुष्ठानेन कु योगशो योगदः. पापं नश्यति इति अर्थः अस्ति वा तत्र? सुखं ददाति. धन्यवादः महोदय. उत्तमम् उत्तमं. तावदेव. कुशानाम् उपरि कृष्णाजिनं स्थापयति अत्रापि. वदतु भगिनि. कृष्णाजिनम् ऐ हर्ड् इट्स् आल्सो अ सिम्बल् आफ् सिन्स् हरिणः इस् वेरि वेरि साधु प्राणि किल. सो एक प्रश्न, वै डु दे किल् एनिमल् अण्ड् सिट् आन् टाप् आफ् दट् टु डु योग? No, no. I've heard these yogis use the skin of the dead animal. Yeah, that's what I've heard. They don't kill the animal for the for their asana. Only the killed animal, then they take out the charma and use it. That's what I've heard. Satyam. Satyam, Bhagini. Satyam. Tadartham te na marayanti. Na marayanti. So, Krishna... The Krishna Jinam I have heard, it is a symbol of Ahimsa, because it's a very sadhu prani, and he assures ahimsa to others. The sannyasi assures ahimsa to the whole world. And the Vyagrajina, I have heard, it's a symbol of their control of the indriyas. Like Vyagra is, it cannot control its indriyas, but they have control over the very this thing that they are sitting on it, shows that they have the control over all the indriyas, especially the crow that they have controlled. That's what I have heard. Just a point I mentioned. धन्यवादः भगिनी, धन्यवादः. तावदेव. अत्र इतोपि अत्र ललिता भगिनी भवती वदतु, अत्र तदुपरि वस्त्रं स्थापयति. वदतु भगिनी एकनिमिषं. महोदय उक्तवान् कल्पद्रुमे इति. महोदयस्य पुस्तकम् अस्ति वा अथवा अन्तर्जाले अस्ति वा महोदय? मम पार्श्वे आप् अस्ति. कल्पद्रुम इति आप् अस्ति वा? वाचस्पतिं कल्पद्रुम उभयोर्द. अस्तु अस्तु, धन्यवादः. अत्र ललिता भगिनी भवती वदति वा? वदतु. तदुपरि वस्त्रं स्थापयति. तदुपरि सन्धिवि चेत् तत् प्लस् उपरि. वदतु, सन्धेः नाम किम्? जस्त्वसन्धि. जस्त्वसन्धिः तत्र छलां जशोन्ते इति सूत्रमस्ति. तदुपरि इत्युक्ते तस्य उपरि इति तत्र रूपं भवति. तस्य उपरि एव तदुपरि वस्त्रं स्थापयति. अत्र वस्त्रं स्थापयति इति अत्र किमस्ति? वस्त्रं कृष्णार्जुनस्य उपरि वस्त्रं स्थापयति. अत्र अहं दृष्टवती, अतः वदामि. वस्त्रम् इति पदं कथम् आगतम् इत्युक्ते, वस् धातुः, वस् धातुः वयं जानीमः एव. तत्र वसति इति रूपम् अस्ति. तत्र ष्ट्रन् इति एकः प्रत्ययः अस्ति. यथा शास्त्रं तथा एव वस्त्रम् इति पदमस्ति. किन्तु वस् धातोः रूपं तत्र ष्ट्रन् प्रत्ययस्य योजनेन वस्त्रम् इति आयाति. किन्तु वसनम् इति पदमपि अस्ति. वसनम् इति पदं केवलं वस् धातोः ल्युडन्तरूपं. वसनम् अथवा वस्त्रम्. अन्यानि पदानि वस्त्रस्य विषये अन्यानि पदानि सन्ति वा? अम्बरम् अम्बरम् अम्बरं पीताम्बरं पीताम्बरम् उत्तमम्. अनन्तरं वासांसि जीर्णानि, वासस् तत्र वयं गीतायां वयं दृष्टवन्तः. वासांसि जीर्णानि यथा विहाय श्लोकः अस्ति. तत्र वासः, वाससि, वासांसि इति रूपमपि तत्र सकारान्तपदमस्ति. वासस् इति सकारान्तपदं, नपुंसकलिङ्गपदमस्ति. इत्युक्ते एतावता वस्त्रं, वसनम्, अम्बरं, यथा इतोपि वासस्. अहं परिधानम् इति पदमपि दृष्टवती, किन्तु तस्य रूपं कथं वस्त्रं भवति इति द्रष्टव्यं. परिधानम् इति दृष्टवती. आहत्य अत्र वस्त्रस्य अधः कृष्णार्जुनं, कृष्णार्जुनस्य अधः कुशाः, कुशाः सन्ति. कुशाः इत्युक्ते आहत्य योगी तस्मिन् आसने उपविशति. उपविश्य किं करोति भगिनि? कुशा ग्रास् एव दर्भ ग्रास् किल? कुशाः एव दर्भ. कुशाः इति बहुवचनम् अस्ति. अत्र योगी तस्मिन् आसने उपविशति उपविश्य किं करोति? अत्र किं लिखितमस्ति, सः दिशः न अवलोकते इति वाक्यमस्ति. अत्र उपविशति इति पदस्य विषये उप इति उपसर्गः अस्ति, विश् धातुः. उपविशति इति पदम् अकर्मकं क्रियापदमस्ति, किन्तु प्रविशति इति सकर्मकक्रियापदम्. तत्र परन्तु विशति तुदादिगणे सकर्मकधातु इति अस्ति, किन्तु उपविशति इति अकर्मकक्रियापदम्. प्रविशति सकर्मकः, विशति अपि सकर्मकः, किन्तु उपविशति अकर्मकक्रियापदं. तत्र तस्मिन् भगिनी वदतु, तस्मिन् इति कीदृशं पदं? तस्मिन् सप्तमी विभक्ति एकवचन प्रातिपदिकं अत्र दिशः इति पदम् अस्ति. दिशः इति पदं पदस्य विभक्तिः का? सः दिशः षष्ठी विभक्ति. सः दिशः न अवलोकते. नो कोऽपि वदतु, अत्र दिशः इति पदस्य विभक्तिः का? वचनं किम्? दिक् इति प्रातिपदिकम् अहं मन्ये. उत्तमं. द्वितीयविभक्ति एकवचनं, द्वितीयविभक्ति बहुवचनं. बहुवचनं किमर्थं बहुवचनं? अष्टदिशाः. तदर्थमेव. अत्र दिशः इति पदं द्वितीयविभक्ति बहुवचनमस्ति. दिक् वदतु, कोऽपि वदति वा, स्मारयति वा दिक् शब्दस्य रूपाणि? अत्र किं भवति इत्युक्ते, प्रथमाविभक्ति एकवचने रूपद्वयमस्ति, दिक् अथवा दिग् रूपद्वयमपि साधु. दिक् दिशौ दिशः, दिशं दिशौ दिशः, दिशा दिग्भ्यां दिग्भिः, दिशे दिग्भ्यां दिग्भ्यः, दिशः दिग्भ्यां दिग्भ्यः, दिशः दिशोः दिशां, दिशि दिशोः दिक्षु रूपाणि भवन्ति. अत्र दिशः इति पदं कुत्र कुत्र दृश्यते? प्रथमाविभक्ति बहुवचनं, द्वितीयाविभक्ति बहुवचनं. वदतु, प्रथमाविभक्ति वदतु भगिनि. बहुवचन, द्वितीयाविभक्ति बहुवचनमपि, अपि च दृश्यते. अपि च पञ्चमी विभक्ति एकवचनं, षष्ठी विभक्ति एकवचनं, अपि दिशः इति एव भवति. तत्र पदं तु तालव्यशकारान्तपदं, हलन्तपदं, तालव्यशकारान्तपदम् अस्ति तत्र. किन्तु प्रथमाविभक्ति एकवचनरूपं दिक् इति भवति. सप्तमी बहुवचनं दिक्षु इति रूपं भवति. दिक्शब्दस्य रूपाणि ज्ञातव्यानि अत्र. न अवलोकते, ऋषिः दिशः न अवलोकते इति रूपमस्ति. अत्र लोकते इति क्रियापदम्, आत्मनेपदी. तत्र लोकते इति धातुः आत्मनेपदीरूपम् अस्ति. कोऽपि श्रुतवन्तः वा अनुदात्तनित आत्मनेपदम्? सूत्रं किं वदति, कोऽपि वदति वा? व्याकरणकक्षायां ये दृष्टवन् पठितवन्तः, अत्र अनुदात्तनित आत्मने पदं वदतु. संज्ञा आगच्छति, धातु अन्तु, धातु अन्ते अक्षर वा अनुदाति चेत् उभय आत्मनेपदीरूपं प्रत्यय एव स्वीकरोति. उत्तमम्. इत्युक्ते तत्र वयं धातुं पश्यामश्चेत् तत्र मूलधातुः इत्युक्ते औपदेशिकधातुः एकः अस्ति, लौकिकधातुः भिन्नः अस्ति, आतिदेशिकधातुः भिन्नः अस्ति. इत्युक्ते तत्र औपदेशिकधातुं स्वीकुर्मः चेत् तत्र केचन इतिसंज्ञकवर्णाः भवन्ति. इतिसंज्ञकवर्णानां लोपानन्तरं वयं लौकिकधातुं पश्यामः. तत्र अनुदात्तनित आत्मनेपदम् इति सूत्रेण, तत् सूत्रं संज्ञासूत्रमस्ति. इत्युक्ते धातुं दृष्ट्वा, तत्र मूलधातुं दृष्ट्वा तत्र धातोः अन्ते कीदृशवर्णः अस्ति इति पश्यामश्चेत् ञकारः इत्युक्ते छ झ झ इणि, सः ञकारः अस्ति चेत् तत्पदं सर्वदा आत्मनेपदिप्रत्ययमेव अन्ते स्वीकरोति इति अर्थः. तत् तदर्थमेव अनुदात्तनित आत्मनेपदम् इति एकं सूत्रमस्ति. इत्युक्ते तत्र धातुः तत्र अनुदात्तः अस्ति चेत्, इत्युक्ते स्वरविज्ञानम् अपेक्षितम्, अनुदात्तः अस्ति चेत् आत्मनेपदं भवति, अथवा णित् अस्ति चेत्, णित् इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् अन्ते अस्ति चेदपि तत्र आत्मनेपदिरूपमेव स्वीकरोति. तदर्थमेव अत्र लोकते इति आत्मनेपदिरूपम् अस्ति, अव इति उपसर्गः. तत्र अवलोकते इत्यस्य ल्यबन्तरूपं किम्? अवलोक्य अथवा कानि विलोक्य, एतानि विलोक्य, एतानि बहु साधारणपदानि. लौकिकरूपं कः धातुरूपः तत्र? न न भगिनि, तत्र लोकते इति दर्शने इत्यस्मिन् अर्थे अन्ते अच्वर्णः अस्ति. तत्र कोऽपि दृष्ट्वा वदन्तु. लोकृङ् अस्ति भगिनि, लौकिक धातुः लोकते भ्वादिगणे आत्मनेपदि. लोक्रु इति न वदामः, तत्र अन्ते ऋकारः दृश्यते. लोकते इति धातुतः एव लोकः इति पदमागतं. तत्र लोकते इति धातुः दर्शने इत्यस्मिन् अर्थे दत्तमस्ति. किन्तु अहं चिन्तयामि चुरादिगणे अपि एकः धातुः अस्ति, किन्तु अत्र दर्शने इत्यस्मिन् अर्थे एव तत्र अस्ति भगिनि. तत्र औपदेशिकरूपं ऋकार अपि अनुनासिक अपि अस्ति, द्वे धातौ अपि, क्षमतां, द्वे गणौ, चुरादि अपि भ्वादिगणे, लोक् इति लौकिकरूपं भुवादिगणे एव. भुवादिगणे आत्मनेपदि सकर्मक सेट् लोक् अस्ति वा? न, चुरादिगणे अपि अस्ति, किन्तु सः भिन्नधातुः इति मन्ये. धातुः अस्ति भिन्न, तत्र लोकयति, लोकति, लोक्यते, लोकयते इति भवति, किन्तु तत्र अर्थः तु भाषायाम् इति. भिन्न अर्थः अस्ति इति कृत्वा अस्मिन् सन्दर्भे केवलं लोकते इत्युक्ते दर्शने. आलोकते, वयं जानीमः एव एकं पदम्, आलोकये श्रीबालकृष्णं, तत्र गीतम् अस्ति आलोचनं. उत्तमं, ल्युडन्तपदम् अस्ति इति भाति. इफ् इट् इस् इन् वादिगण एण्ड् इफ् द रूप् इस् लोकते, मे बि द अर्लियर् वन् मूल इट् विल् बि लु एण्ड् देन् गुण भूत्वा लो भवति किल? इस् इट् सो? तत्र धातुः एव लोक् इति, धातु एव लोकार ओके लोक एव ओके ओके ओके नो नीड् फर् गुण ओके थेङ्क्. उत्तमम्. अनन्तरम् अत्र वामतः दक्षिणतः पुरतः पृष्ठतः वापि दृष्टिं न धारयति इति लिखितमस्ति. अत्र वापि पदविच्छेदं कुर्मः चेत् तत्र सन्धेः नाम किम्? सवर्णदीर्घसन्धिः. अधुना वेदा भगिनी भवती पठतु अत्र वापि दृष्टिं न प्रसारयति. अत्र दृष्टिम् इति पदं स्वीकुर्मः चेत् अत्र दृशिर्धातुः वदतु. दृष्टिः दृष्टिं कर्मणि सोरि कर्मपदमस्ति. कर्मपदं वामतः दक्षिणतः पुरतः पृष्ठतः वा अपि दृष्टिं न प्रसारयति. प्रसारयति वि आल्रेडि डिस्कस् अबौट् हौ हौ इट् वि गाट् द समिच् निच् प्रत्यय यूसिङ्ग् दट् बिकेम्स् प्रसारयति फ्रम् सारयति प्र इस् उपसर्ग प्रसारयति निजन्तरूपम् अति उत्तमम्. अत्र दृष्टिः इति पदं स्वीकुर्मः चेत् तत्र दृश् धातुः इत्युक्ते मूलधातुः दृशिर् इति दृश्यति. अत्र सन्देहः दृशिर्धातौ शकार इस् तालव्यशकार नो बट् वेन् इट् बिकम्स् दृष्टि इट् बिकम्स् अमूर्धन्य शकार किल वै दट् चेञ्ज् तत्र किं वक्तव्यम् इत्युक्ते तत्र मूलधातुः औपदेशिकधातुः तु दृशिर् अस्ति इत्युक्ते तस्मिन् तत्र केचन वर्णाः इत्संज्ञकवर्णाः सन्ति. प्रथमतया धातुतः इत्संज्ञकवर्णानां लोपानन्तरं लौकिकधातुः सिध्यति. लौकिकधातुः एव दृश् धातोः लट्लकाररूपं पश्यति. अत्र तु दृश् धातुतः क्तिन् इति एकः प्रत्ययः अस्ति. क्तिन् प्रत्ययान्तरूपं यथा मन् धातोः रूपं मतिः तथा एव अत्र दृश् धातोः रूपमेव दृष्टिः इत्युक्ते क्तिन् प्रत्ययान्तरूपं स्त्रीलिङ्गपदमायाति. किन्तु अत्र कानिचन सन्धिकार्याणि भवन्ति. सन्धिकार्यं भूत्वा तत्र दृश् धातुतः दृष्टिः इति तत्र मूर्धन्यशकारः आगच्छति. तदनन्तरम् इत्युक्ते श्रुत्वं स्तुत्वसन्धिः भवति. तेन क्तिन् प्रत्ययान्तरूपं दृष्टिः इति स्त्रीलिङ्गपदम् आयाति. ओके बट् इन् द वर्ड् दृश्य वि यूस् तालव्यशकार ओन्ली नो दृश्य दृश्यम् इति पदमस्ति. दृश्यं तत्रापि तालवीशकारः. किन्तु अत्र मूर्धन्यशकारः किमर्थमस्ति इत्युक्ते तत्र निमित्तम् अस्ति. अत्र द्रु इत्यस्मिन् तत्र ऋकारः अस्ति इति कृत्वा तत्र शकारस्य मूर्धन्यशकारः भवति. अनन्तरं तत्र स्तुत्वं भूत्वा इत्युक्ते दन्त्यतकारस्य इत्युक्ते क्तिन् प्रत्ययान्तरूपेषु किं भवति? क्तिन् इति वदामश्चेत् तत्र नकारः अपगच्छति, ककारः अपगच्छति. ककारः इत्संज्ञकवर्णः, नकारः अपि इत्संज्ञकवर्णः. तत्र ति एव तिष्ठति. ति योजयामश्चेत् दृश्योगः ति इति वदामश्चेत् तत्र सन्धिकार्यं भूत्वा दन्त्यतकारस्य स्थाने टकारादेशः सन्धिकार्यमस्ति. ओके भगिनि, ओके उत्तमम्. अनन्तरम् अत्र अन्तिमं वाक्यं वेदा भगिनी भवती पठतु. मनः संयम्य अतः वर्तमानम् आत्मानमेव ध्यायति. मनः संयम्य कण्ट्रोलिङ्ग् द मैण्ड् मनः वुड् बि संयम् मनः मनस् शब्दरूपं मनस् प्रातिपदिकं and manah would be the shashti vibhakti. Chintayatu manah manasi right manasi yeah, manasi iti saptamyantan rupam correct. So manah would be कण्ट्रोलिङ्ग् मैण्ड् रैट् तत्र अस्मिन् वाक्ये मनः शब्दस्य विभक्तिः वचनं किम् तत् नपुंसकलिङ्गं मनः उक्ति प्रथमा विभक्ति न प्रथमा विभक्ति मनः अत्र द्वितीया ऐ थिङ्क् केवलं वेदा भगिनी भवती एव भवत्याः अवगमनं किं किञ्चित् वदतु ओके मनः इस् कर्मपदं मनः संयम्य कण्ट्रोलिङ्ग् संयम्य इस् अ लेप् लेप् प्रत्यय सो संयम्य बिकास् आफ् सम् it's a lapratyaya we are using samyamya antah vartamanam atmanam eva bhavati manah samyamya antah okay antah antah upasarga we are using the upasarga antah vartamanam antah antah iti upasargah nasti antah iti upasargah nasti kevalam avyaya padam eva iti oh sorry yeah shamita अन्तः इस् अव्ययपदम् अण्ड् वर्तमानं कमिङ्ग् फ्रम् दि वर्तमानः इस् इट् लुडन्तपदं वर्तमानम् न न अत्र अत्र किञ्चित् वदामि किञ्चित् वदामि अत्र आरम्भतः पश्यामश्चेत् तत्र सम् इति उपसर्गः अस्ति यं धातुः अस्ति यं धातु सम् उपसर्गः अस्ति इति कृत्वा अत्र ल्यबन्तरूपं संयम्य इति पदमस्ति यं धातोः रूपं किं भवति तत्र यम् इति यं धातोः तत्र उपरमे इत्यस्मिन् अर्थे यं धातुः अस्ति वयं साधारणतया यतिः इति पदं शृणुमः तत्र यतिः इति पदं यं धातोः रूपमेव इत्युक्ते अत्र मनः इति यतिः यतिः मीन्स् साधु वा यतिः यतिः इत्युक्ते यस्य मनः संयमनमस्ति सः एव इत्युक्ते आत्मनः नियन्त्रणं यः कर्तुं शक्नोति सः एव यतिः यं धातोः रूपमेव उपरमे इत्यस्मिन् अर्थे अस्ति तत्र साधारणं पदमेव वयं नियमः इति पदं शृणुमः यमः यमः अपि वयं जानीमः एव एतानि पदानि अत्र यं धातोः रूपाणि तत्र संयमनम् इति पदमपि लुडन्तपदमस्ति किन्तु संयमी इत्युक्ते योगी इत्युक्ते संयमी इति पदं तत्र भगवद्गीतायामपि आयाति तत्र संयमी इति पदं नकारान्तपदं संयमी इत्युक्ते ऋषिः अथवा यतिः इति अर्थः अस्ति अत्र वर्तमानम् इति पदं वर्तमानम् इति पदस्य विषये अत्र उषा भगिनी वदतु वर्तमानं मृत् धातु वर्तते लुडन्तं नास्ति शाणचन्तरूपं शाणच् इति एकः प्रत्ययः अस्ति अत्र वर्तते इति पदम् आत्मनेपदमस्ति इति कृत्वा अत्र शाणजन्तरूपं भवति इत्युक्ते साधारणतया परस्मैपदी धातुतः शत्रुप्रत्ययस्य योजनं भवति किन्तु पदम् आत्मनेपदमस्ति चेत् शाणजन्तरूपं भवति वृत् धातुः आत्मनेपदी धातुः अस्ति इति कृत्वा वर्तमानं भगिनी ऐ हेव् अ क्वश्चन् वर्तमानं इट् लुक् लैक् उषा भगिनी सेड् लुक् लैक् अ लुडन्तपदं टु मी आल्सो सो बिट्वीन् अ लुडन्तपदम् अण्ड् शाणच् भेदः कः भेदः अस्ति भगिनि अत्र ल्युडन्तपदं सर्वदा नपुंसकलिङ्गे एव भवति किन्तु शाणजन्तरूपं त्रिषु लिङ्गेषु भवति वर्तमानः वर्तमानं वर्तमाना इति त्रिषु लिङ्गेषु रूपाणि भवन्ति किन्तु अत्र वर्तमानम् इति पदं कस्य पदस्य विशेषणं मनः संयम्य अन्तः वर्तमानम् आत्मानमेव ध्यायति अत्र वर्तमानम् इति पदम् आत्मानं इति पदस्य विशेषणं भवति. आत्मा कथमस्ति? आत्मा आत्मा इति नकारान्तपदमस्ति. आत्मा आत्मन् इति प्रातिपदिकम्. आत्मन् इति प्रातिपदिकम्. आत्मा इति प्रथमाविभक्त्यन्तं रूपम्. अत्र द्वितीया विभक्ति एकवचनं दत्तमस्ति, तस्य रूपम् आत्मानम्. अन्तः अन्तः वर्तमानम् आत्मानम् एव ध्यायति. इत्युक्ते ऋषिः किं करोति? ऋषिः मनः संयम्य, इत्युक्ते मनसः नियन्त्रणं कृत्वा अन्तः एव पश्यति. इत्युक्ते अन्तः तस्य मनसि अन्तः वर्तमानम् आत्मानं पश्यति, आत्मानं ध्यायति इति. अत्र आत्मानम् इति पदस्य विशेषणं वर्तमानम्. अत्र पदद्वयम् एतत् पदद्वयं द्वितीया विभक्ति एकवचने अस्ति, किन्तु प्रथमाविभक्त्यां वक्तुमिच्छामश्चेत् किं भवति? वर्तमानः आत्मानम् आत्मन् शब्दः आत्मा आत्मा वर्तमानः आत्मा इति भवति प्रथमाविभक्त्या. न वर्तमान आत्मा वा? इस् इट् वर्तमान आत्मा और् वर्तमानः आत्मा? आत्मा इति पुंलिङ्गपदमस्ति इति कृत्वा तत्र वर्तमानः वर्तमानः आत्मा इति पदं भवति. अत्र ध्यायति इति पदमस्ति. अस्मिन् विषये अत्र ध्यै धातुः अस्ति, एजन्तधातुः इति वदामः. इत्युक्ते अत्र एच् प्रत्याहारस्थवर्णः एकारः ध्यै इति ऐकारान्तधातुः. ऐकारान्तधातुः ध्यै गै एते धातवः एजन्तधातवः इति वदामः. ध्यै इत्यस्य रूपमेव ध्यानम्. ध्यानम् इति ल्युडन्तपदं, किन्तु अत्र लट्लकाररूपं दत्तमस्ति. ध्यायति इति लट्लकाररूपं, ध्यै धातोः रूपम्. अत्र ध्यै इति धातुः चिन्तायाम् इत्यस्मिन् अर्थे दत्तमस्ति. अत्र इतोपि कानिचन पदानि वयं सर्वे वयं दृष्टवन्तः एव, भवन्तः सर्वे श्रुतवन्तः एव, ध्यानध्यातृध्येयरूपा. ललितासहस्रनामं पठामश्चेत् ध्यानध्यातृध्येयरूपा. अत्र एतानि सर्वाणि पदानि ध्यै धातोः रूपाणि. ध्यानम् इति लुडन्तपदं, ध्यातृ तत्र ऋकारान्तपदं, ध्याता ध्याता इति ऋकारान्तपदं पदम्. इत्युक्ते तृच् इति प्रत्ययः अस्ति तत्र. ध्याता इति ध्यै धातोः रूपमेव. ध्येयं ध्येयम् अपि ध्यै धातोः रूपमेव तत्र. आहत्य ध्यानं ध्याता ध्येयम् एतानि पदानि ध्यै धातोः रूपाणि. अत्र तु ध्यायति इति पदं स्थापितमस्ति. तावदेव अत्र. धन्यवादः भगिनि, धन्यवादः भगिनि. वदतु महोदय. उपरि यति यतते चेष्टते मोक्षार्थमिति. यति मीनिङ्ग् इस् गिवन् इन् कल्पद्रुमम्. यतते चेष्टते मोक्षार्थम् इति. यत् योग सर्वधातुभ्य इन् उणादि उणादि उणादिपदम् अस्तु. इत्युक्ते तत्र कृदन्तपदं नास्ति, उणादिप्रत्ययः योजनेन तत् पदं सिद्ध्यति. इत्युक्ते तत्र मूलरूपं धातुः नास्ति. अस्तु, धन्यवादः महोदय. भगिनी वदतु. उपरि इति द्वितीयविभक्ति प्रयुज्यते एव वा? तद् उपरि वस्त्रं स्थापयति अत्र अस्ति. अवधेयं वदति इति एतेषां योगे षष्टिविभक्ति प्रयुज्यते, परन्तु अत्र तदुपरि वस्त्रं स्थापयति द्वितीयविभक्ति अपि प्रयुक्तं भवति वा? तत्र तदुपरि इति पश्यामश्चेत् तत्र तस्य उपरि. ओ ओ ओके, समास तत्र समस्तपदमस्ति, समस्तपदमस्ति. अपि च यत्र यत्र समस्तपदमस्ति तत्र सन्धिः नित्यः. आम् आम्. तत्र कस्मिन् अर्थे तत्र लिखितमस्ति? तस्य उपरि वस्त्रं स्थापयति किन्तु अत्र तदुपरि इत्युक्ते तस्य अनन्तरम् इति नास्ति, इत्युक्ते अत्र तु सन्दर्भान् अनुसृत्य तस्य उपरि एव स्वीकर्तव्यं, न तु तदनन्तरं. धन्यवादः. भूमा भगिनी भवती अत्र किञ्चित् पठतु. अवधेयं पठतु. पुरतः, पृष्ठतः, दक्षिणतः, वामतः, उपरि, अधः, अन्तः इत्येतेषां योगे षष्ठी विभक्तिः प्रयुज्यते. एतानि पदानि उपयोगं कर्तुम् इच्छामः चेत् षष्ठीविभक्ति पुरतः स्थापयित्वा उपयुज्यं करणीयम्. उत्तमम्. अग्रे किमस्ति, पठतु. अभ्यासः. गीतायाः षष्ठाध्याय दशमतः अष्टादश पर्यन्तं श्लोकान् उच्चैः पठत. इत्युक्ते तत्र अहं चिन्तयामि एतेषु श्लोकेषु अत्र उपरि दत्तानि पदानि सन्ति इति भाति. इत्युक्ते अत्र तम् अभ्यासम् अग्रिमे सप्ताहे करिष्यामः. सर्वे तान् श्लोकान् एकवारं पश्यन्तु. अग्रिमे सप्ताहे तस्मिन् विषये चिन्तनं कुर्मः. अत्र बहु शीघ्रम् एतं द्वितीयम् अभ्यासं कृत्वा समापयामः. अत्र द्वितीय अभ्यासम् अपि पठतु भगिनि. अत्र पुरतः, पृष्ठतः एतेषु उचितेन शब्देन रिक्तं स्थानं पूरयत. पाण्डवाः शिखण्डिनं स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. पुरतः शिखिनं पुरतः स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. अत्र शिखण्डिनम् इति पदमस्ति. अत्र पाण्डवाः इति पदं वयं पूर्वमेव दृष्टवन्तः. पाण्डोः अपत्यानि पुमांसः. तत्र पुमान् इति पदमस्ति. पुमान्, पुमांसौ, पुमांसः इति पदमपि वयम् अस्माभिः ज्ञातव्यम्. अत्र तु पाण्डवाः इति वदामश्चेत् पाण्डोः अपत्यानि पुमांसः इति वक्तव्यं भवति. अत्र शिखण्डिनम् इति पदमस्ति. किञ्चित् वदतु भगिनि. द्वितीयाविभक्ति. प्रथमाविभक्तिरूपं किम्? खण्डिः. न, शिखण्डिनः. शिखण्डिन् इति प्रातिपदिकं, नकारान्त प्रातिपदिकम् अस्ति. शिखण्डिन् प्रातिपदिकं, किन्तु प्रथमाविभक्तिरूपं गुणीशब्दवत् शिखण्डी भवति. अत्र प्रातिपदिकं शिखण्डिन्, नकारान्तप्रातिपदिकं. भीष्मेण सह इति पदमस्ति. तत्र भीष्मेण णत्वम् अस्ति. अपि च उपपदतृतीया. स्थापयित्वा इति पदम् अस्ति. निजन्तरूपात् अनन्तरं साधारणरूपं किम्? स्थापयति लट्लकाररूपं स्थापयित्वा इति अस्ति. किन्तु तिष्ठति अस्ति चेत् स्थित्वा. उत्तमम्. स्थित्वा. अत्र युद्धधातुः युध्यते इति लट्लकाररूपम् अस्ति, किन्तु अकर्मकधातुः युद्धधातुः. अतः आहत्य अत्र पाण्डवाः शिखण्डिनं पुरतः स्थापयित्वा भीष्मेण सह युद्धं कुर्वन्ति. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र पूर्णेन्दुमहोदय, भवान् पठतु. सरोवरस्य आसीत्. दुर्योधनः वैशम्पायनसरोवरस्य पृष्ठतः आसीत् वा वामतः दक्षिणतः किमपि तत्र स्थापयितुं शक्यते इति अहं चिन्तयामि. महाभारते कथायां तत्र वैशम्पायनसरोवरः इति नाम्ना एकः सरोवरः अस्ति. महाभारतयुद्धस्य कुरुक्षेत्रयुद्धानन्तरम् अन्ते दुर्योधनः तस्य सरोवरस्य अधः अन्ते अन्तः आसीत् इति कथा अस्ति. तत्र कथायां तथा लिखितमस्ति. सः तत्र गुप्तरूपेण अथवा निगूढः भूत्वा तत्र स्थितवान् किञ्चित् कालपर्यन्तं. वैशम्पायनः कोऽपि वदति वा वैशम्पायनः कः? व्यासमहर्षेः शिष्यः. किन्तु अत्र सरोवरस्य नाम वैशम्पायनसरोवरः इति दत्तमस्ति. दुर्योधनः इति पदं कथमागतम् इति पश्यामश्चेत् दुर्योधनः इति पदं तस्य नाम अर्थः तु अजेयः. दुर्योगः योधनः. तत्र अहं शब्दकोशं दृष्टवती अतः वदामि. जो जीता ना जा सके. इट्स् डिफिकल्ट् टु डिफीट् अजेयः इन्विन्सिबल् अजेयः इति लिखितमस्ति. अपि च सरोवरः सरः वयं जानीमः. सरः इति सकारान्तपदं. सरः सरसि सरांसि तत्र दन्त्यसकारान्तपदमस्ति. तत्र सरः इति पदं श्रूधातुतः आगतः. श्रूसरति सरस् अस्य अत्र सरोवरस्य नाम एव वैशम्पायनसरोवरः. इत्युक्ते तत्र मम चिन्तनमस्ति सम्भावनापूर्वपदकर्मधारय समासः अस्ति इति भाति. तत्र आसीत् इति अस् धातोः लङ्लकाररूपम्. उत्तमम्. अग्रिमं पठतु महोदय. अर्जुनः विश्वरिपुणं कृष्णं च नमस्कृतवान्. तत्र रिक्तस्थाने अत्र टु ब्लाङ्क्स्. तत्र पदद्वयं लेखनीयम्. अत्र अर्जुनः विश्वरूपिणं कृष्णं नमस्कृतवान् पुरतः. वदतु भगिनि. क्षम्यतां भगिनि. पुरतः अपि पृष्ठतः. पुरतः पृष्ठतः च. यदि वयम् एकादशाध्याये चत्वारिंशत् श्लोकं पश्यामश्चेत् तस्मिन् श्लोके इत्युक्ते अस्माकं पाठस्य शीर्षकमेव तदेव अध पृष्ठतस्ते इति लिखितमस्ति. इत्युक्ते तदेव वाक्यरूपेण चत्वारिंशत् श्लोके यद्दत्तमस्ति तदेव अत्र वाक्यरूपेण दत्तमस्ति. अर्जुनः नमस्कृतवान् कं? कृष्णं. कीदृशं कृष्णं? विश्वरूपिणं कृष्णं नमस्कृतवान्. कथं? पृष्ठतः पुरतः च इति. अत्र विश्वरूपिणं वदतु महोदय. रूपं किम्? कोऽपि वदतु अत्र विश्वरूपिणं. विशेषणम् आल्सो विशेषणविशेष्यभावं रूपिन् लैक् गुणिन् पर गुणिन् इत्युक्ते अत्र विश्वरूपिन् विश्वरूपिन् इति पदमस्ति. तत्र प्रातिपदिकमस्ति किन्तु प्रथमाविभक्त्यन्तरूपं विश्वरूपी यथा गुणीशब्दवत् रूपं भवति. आहत्य नकारान्तपदमस्ति किन्तु अत्र रेफः अस्ति इति कारणतः णत्वं भवति. रूपिणम् इत्युक्ते तत्र विश्वम् एव रूपं यस्य सः विश्वरूपी इत्युक्ते तत्र तादृशरीत्या वक्तुं शक्यते. इत्युक्ते विश्वरूपसन्दर्शनयोगे इदं वाक्यं दृश्यते. स्वरूपिणं कृष्णं नमस्कृतवान्. अग्रिमं भगिनी वदतु भगिनी, रूपिन् इति प्रातिपदिकस्य रूपम् इति अपि आगच्छति रूपं? न, अत्र रूपी इति इणि प्रत्ययान्तरूपम् अस्ति. अत्र नकारान्तपदं भवति, किन्तु रूपम् इति भिन्नं पदम्. रूपी इति तत्र गुणीशब्दवत् नकारान्तपदं भवति. रूपिन् प्रथमाविभक्तिरूपम्, अत्र तु समस्तपदमस्ति विश्वरूपी. प्रश्नः किञ्चित् रूपा इति आकारान्तपदं, तस्य द्वितीयविभक्ति बिकम्स् रूपम्. नो नो, रूपः इस् पुल्लिङ्गपद वा? ऐ डोण्ट् नो. रूपम् इस् द्वितीयविभक्ति. It can't be Rupa Akaranti. If it is Rupa, then it would, Dhitya would have been Rupam, no? But we usually say Rupam Drushtva. That is Rupam, must be Rupaha. Therefore atra, Rupam, like Ramam. Atra aham api shabdakosh pashyanti asmi. Atra Rupam iti napam sakalinga padam asti. Rupam. Rupani. रूपं रूपाणि. किन्तु अत्र अस्माकम् पदमस्ति रूपी, नकारान्तपदमस्ति अत्र. रूपम् इति इत्युक्ते रूपी इति कथं वदामः इत्युक्ते यस्य यस्मिन् रूपम् अस्ति सः एव रूपी. किन्तु अत्र विश्वरूपी, यस्य विश्वरूपमस्ति सः विश्वरूपी इति भवति. तत्र स एव अत्र अस्माकं शीर्षकम् अपि तदेव. अत्र चतुर्थं वाक्यं पठित्वा समापयामः. अत्र चतुर्थं वाक्यम् एतावत्पर्यन्तं का न उक्तवती किञ्चित्? उषा भगिनी पठतु. सत्त्वस्थाः गच्छन्ति, तामसाः गच्छन्ति. सत्त्वस्थाः ऊर्ध्वं गच्छन्ति, तामसाः अधोः गच्छन्ति, मध्ये तिष्ठन्ति राजसाः. श्लोकः अस्ति भगिनि, तत्र ऊर्ध्वं गच्छन्ति सत्त्वस्थाः, मध्ये तिष्ठन्ति राजसाः, जघन्यगुणवृद्धिस्थो अधौ गच्छन्ति तामसाः. अत्र अत्र सत्त्वस्थाः कुत्र गच्छन्ति? ऊर्ध्वम् उपरि गच्छन्ति. उपरि इत्युक्ते अत्र पदानि दत्तानि, तेषु पदेषु उपरि इति अपि लिखितमस्ति. तदर्थम् अत्र सत्त्वस्थाः उपरि गच्छन्ति. किन्तु तामसाः कुत्र गच्छन्ति? अधः. अधः गच्छन्ति. अत्र सत्त्वस्थः इति पदमस्ति, कीदृशं पदम्? अत्र एतत् पदं कथम् इत्युक्ते, यथा गृहस्थः इति वदामः, यः गृहे तिष्ठति सः गृहस्थः. तत्र किं वदामः? उपपदसमासः इति वदामः. किन्तु अत्र ये जनाः सत्त्वे तिष्ठन्ति ते सत्त्वस्थाः. तत्र सत्त्वम् इति पदमस्ति, सत्त्वं रजः तमोगुणः. तत्र सत्त्वम् इति पश्यामश्चेत् सत् योगः त्वं, तत्र तकारः द्विवारं लेखनीयं. सत्त्वम् इति वदामश्चेत् तत्र दन्त्यतकारः द्विवारम् आयाति. सत्त्वस्थः तत्र सत्त्वस्थाः उपरि गच्छन्ति, तामसाः अधः गच्छन्ति. अत्र तामसाः इति वदामश्चेत् अज्ञानिनः अथवा अज्ञानेन अन्धकारग्रस्ताः अन्धकारयुक्ताः तामसजनाः इत्युक्ते अज्ञानिनः इत्युक्ते यस्य तमोगुणः अस्ति ते तामसाः तत्र तामस इति पदमपि तमस् इति पदात् आगतं पदं तत्र तामसाः इति तद्धितप्रत्ययान्तरूपं तमस् इति पदात् तामस इति पदमायाति तत्र तावदेव अत्र इतोपि एतावता वयं किम् अवगतवन्तः इत्युक्ते तत्र पुरतः पृष्ठतः वामतः दक्षिणतः एतेषां पदानां योगे षष्टिविभक्तिः प्रयोक्तव्यः इति पदमस्ति आहत्य भवन्तः सर्वे कानिचन स्वीयवाक्यानि लिखन्तु किञ्चित् अभ्यासः भवति कथम् इत्युक्ते तस्य पुरतः तस्याः पुरतः तेषां अधः तस्य इत्युक्ते तत्र तत् शब्दस्य रूपाणि स्वीकृत्य एतद् शब्दस्य रूपाणि स्वीकृत्य मम पुरतः अस्माकं पुरतः आवयोः पुरतः तथा युष्मत्शब्दस्य रूपाणि तादृशरीत्या भिन्नानि वाक्यानि अथवा किं शब्दस्य रूपाणि कस्य वामतः कस्य केषां दक्षिणतः कयोः पुरतः एतादृशानि तथा एव यः शब्दस्य रूपाणि अपि येषां यस्य एतानि षष्ट्यन्तरूपाणि स्वीकृत्य अपि च एतानि अव्ययपदानि अपि स्वीकृत्य भिन्नानि वाक्यानि वयं लेखितुं शक्नुमः यथा एतस्य पुरतः एतेषां पुरतः केषां पुरतः तथा एव भवत् शब्दस्य रूपाणि भवती शब्दस्य रूपाणि इत्युक्ते षष्ट्यन्तरूपाणि स्वीकृत्य वयं अत्र वाक्यरचनां कर्तुं शक्नुमः किन्तु अत्र अस्माकं कार्यं किम् इत्युक्ते अभ्यासः सर्वदा अपेक्षितः वयं जानीमः एव किन्तु इतोपि किञ्चित् अभ्यासं कुर्मः चेत् वयं सुलभतया तेषां प्रयोगं कर्तुं शक्नुमः वाक्येषु तदर्थम् अभ्यासः अपेक्षितः अग्रिमे पुटे इतोपि किञ्चित् दत्तमस्ति अस्मिन् विषये अग्रिमे सप्ताहे चर्चयिष्यामः अधुना अत्र प्रश्नः अस्ति भगिनि वदतु गतसप्ताहात् पूर्वसप्ताहे भवती उक्तवती कथा द्वयस्य पठनेन कथायाः अवगमनम् अपि भवेत् अपि च व्याकरणांशानां परिशीलनम् अपि भवितव्यम् कर्मणि प्रयोगे अस्ति वा भगिनि भवितव्यम् अन्यत् प्रति अस्ति न भगिनि तव्यत् तव्यत् अवगमनं भवितव्यम् न भगिनि अवगमनम् अपि भवेत् अवगमनमपि भवेत् भवेत् इत्यस्मिन् अर्थे एव किन्तु कर्तरिप्रयोगे वदामश्चेत् भवेत् कर्मणि प्रयोगे वदामश्चेत् भवितव्यं भवनीयम् एतादृशानि पदानि भवेत् कर्मणि प्रयोगे अपि उपयोगं कर्तुं शक्नुमः भगिनि कर्मणि एव तत्र पुनः एकवारं वाक्यं वदतु कथा द्वयस्य पठनेन कथायाः अवगमनम् अपि भवेत् व्याकरणांशानां परिशीलनम् अपि भवितव्यम् व्याकरणांशानां परिशीलनं भवती उक्तवती इत्युक्ते व्याकरणांशानां परिशीलनम् अपि भवितव्यम् अनेन कार्येण भवितव्यम् इत्युक्ते तत् कर्तव्यं परिशीलनं व्याकरणांशानां परिशीलनमपि आवश्यकम् इति मम आशयः अस्माभिः भवितव्यं स्टूडेण्ट्स् परिशीलनं भवितव्यम् उत्तमम् अत्र स्थगयामः धन्यवादः